नमस्कारः. यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति करपत्रं प्रवर्तमानमस्ति. अरुणभगिनी अस्ति कागदानन्द. धन्यवादः. अस्तु, आरम्भं अग्रे सरलमपि. कः करोति प्रथमम्? अरुणा भगिनी. अहं म्यूट् मध्ये भवतु इति वक्तवती. न न, किञ्चित् ध्वनिः आसीत्, तत् समाप्य कृपया आरम्भं करोतु भगिनि. क्षम्यतां. किं पठनीयं भगिनि? चरीकृष् इति धातुः, नूतनधातुः इति, तस्य रूपाणि वक्तव्यानि. जागा चरीकृष्, चरीकृष्, ओ चरीकृष्, ओ क्षम्यतां क्षम्यतां, चरीकृष् धातु, कृष् धातु, धातौ रेखाचो हलादे क्रिया समाभि हरे यङ् इति सूत्रेण यङ् विधीयते. यङ् ओचि इति सूत्रेण यङ् डुक् भवति. संयङ्गो इति सूत्रेण द्युत्वं भवति. न न, अत्र रि इति संसूत्रेण चरि भवति भगिनि. कृष् रुस्थाने रीक् रि आगच्छति न? अहं न विस्मरति विस्मरामि. वदतु भगिनि. क्रिश् क्रिश् भवति, तदनन्तरं हलादिशेषनेन शकारस्य लोपः भवति, क्रि क्रिश् इति भवति. इदानीं कुम्भोचूवनेन चिकृश् भवति. उरत् इति सूत्रेण गुण भवति. उरत् अनेन उरत् इति भूत रेफस्य पुनः हलादिशेषनेन भवति, लोप भवति. सोशल् क्रिश् इति भवति. इदानीं वृत्ताश्चि सूत्रेण रीक् रेख् वा रक् आदेश भवति. सोचरी क्रिश् आदेशस्य आगम आगम भवति. ऋग्रिकौ चलुकि इति सूत्रेण भवति खलु? ऋदुपद ऋतश्च इति ऋकारान्तधातूनां कृते. अत्र तु ऋकारान्त अस्ति न? उपदायं ऋकारान्तधातु अस्तु अस्तु अस्ति. इदानीं ऋकारान्त नास्ति इति. ओके, सो केन सूत्रेण भवति? ऋगुपदस्य च इति सूत्रेण ऋगुपदस्य ऋकागमः भवति अङ्गस्य सामान्यतया. किन्तु अत्र तु लुक् यङ् लुक् अस्ति खलु, यङ् लुकि अस्ति. ऋग्रुकौ चलुकि इत्यनेन ऋग् ऋक् ऋक् इति ऋक् आगमः भवति. त्रयः अपि आगमः भवति. अस्तु, ओके. इदानीं भवति. धन्यवादः भगिनी. चरि कृष् व्याहति, जल् अस्ति, पित् अस्ति. गुणक पुरगद्बल्लगुपद्यस्य सूचेन चरि कर्ष् व्यवहति. स्टुनाष्टुः इति सूचेन तकारस्थाने टकार. चरि क्रष्टि, क्रष्टि इति रूपम् इति वर्णमेलमेव चरि कृषि. अत्र गुणकार्यं निषेधः नाभ्यस्तस्य अजादि अचीपिति सार्वधान्तिके सति गुणनिषेधः भवति. तदनन्तरं चरीकृष्तः अत्रापि गुणनिषेधः कित् अस्ति. चरीकृष्टः चरीकृष् योगः अति वर्णमेलमेव चरीकृष्यति. चति कृष् योगः सि गुणकार्यं प्रथमं सि इति पित् अस्ति चरि खष् योगः सि षडोः कहो षडो कहोषि इति भगिनि तदेव षकारस्थाने खकार आगच्छति चरि खट् योगः सि आदेशप्रत्ययोः इत्यनेन सकारस्थाने मूर्धन्य षकार चरि खर्षि खर्षि चरि कृष् योगः इति केवलं वर्णमेलनः चरि कृषीषि चरि कृषि चरि कृष् योगतः गुणनिषेधः अत्रापि स्टुनाष्टुः इति सूत्रेण चरीकृष्टः चरीकृष्ट चरीकृष् युगमि गुण भवति चरीकष् मि केवलं वर्णमेलनं ईमि चरिकष् कृषीमि चरीकृष् युगावः चरिकृष्मः कृष्वः कृष्मः चरिकृष्मः साधु भगिनि धन्यवादः अहं करोमि लोट्लकार भगिनी भगिनी भगिनी एव पठति कार् करोतु आं भगिनि भवती निर्णयं वदतु अस्तु लोट्लकारे चरि कृष् यदि अस्ति चरि कृष् योग तु तु इति हलादिपि अस्ति अनेन लघुपदस्य अनेन गुणः भवति चरि कष् योग तु इदानीं मूर्धन्यषकारष्णाष्टुः इति सूत्रेण सन्धि भवति सो चरि कष्टु इति भवति इतु अस्ति अजादि अपित् अस्ति अतः नाभ्यसचित् इति सार्वधातुके अनेन गुणबाधितं भवति सो चरि कृषितु इति भवति तात् यत्र अस्ति हलादिपित् अस्ति अतः हलादिपित् भूत्वा गुणबाधितं भवति इति परे सो केवलं चरि कृष् योग तात् तत्र गुणसन् क्षम्यताम् अश्नाष्टुः इति सन्धिकार्यं भवति सो चरि कृष्टात् इति भवति अन्ते तकार अस्ति सो तत् वावसाने अनेन ढलाञ्जशुन्ति अनेन चरि कृष् टाड् टाद् वावसाने पुनः चरि कृष्टात् इति आगच्छति ताम् अस्ति तत्रापि समानकार्यं गुणबाधितं केवलं श्नाष्टुः अनेन सन्धिकार्यं चरि कृष्टाम् अतु नाभ्यसचित् इति सार्वधातुके अनेन गुणबाधितम् अतः केवलं वर्णमेलं चरि कृष्यतु अत्र जस्त हि अस्ति चरि कृष् योग हि इदानीं षकार झलि अस्ति हकार परे सो हु झल्भ्यो हेधि अनेन हकारस्य स्थाने धकार आगच्छति सो चरि कृष् योग धि भवति इदानीं फलाञ्च चषि अनेन षकार मूर्धन्यषकारस्य स्थाने जष्टं भवति सो चरि कृद्धि चरीकृत् योगद्धि इदानीं श्नाष्टुः अनेन धकारस्य स्थाने धकार आगच्छति रूपं भवति चरीकृद्धि इति भवति तात् यथा पूर्वम् अभवत् चरीकृष्टात् चरीकृष्टं चरीकृष्ट आनि आव आम केवलं वर्णमेलनं चरि कृष्याणि अत्र रत्वं भवति षकारमूर्धने अस्ति चरि कृष्याणि चरि कृष्याव चरि कृष्याम इति भवति भवती करोति वा लङ् लङ्कार कः अस्ति भगिनि अहं न जानामि कोऽपि अन्यः अस्ति मणिमहोदय वा पुष्पभगिनी अपि अस्ति भगिनि मणिमहोदय अस्ति मणिमहोदय वक्तुं कर्तुमिच्छति अस्तु महोदय धन्यवादः चरिकृष् इदानीं लङ्लकार चरिकृष् अडाग् भवति लङ्लङ् लृषु लङ् लुङ् लिरुषु इति सूत्रेण लुङ् महोदय सूत्रं लङ् लुङ् लिङ् उदात्त इति अनेन अडुदातः इति सूत्रेण अडागमं भवति अकारः पूर्वं शरि आशरिकृष् यः अर्थः अत्र गुणकार्यं भवति शरिकर्ष् यः अर्थः इति शरिकर्ष् इदानीं लोपो भवति अल्याभ्यो दीर्घासुदिश प्रथम फल इत्यनेन तकारः लोपो भवति शरीकर्ष् इदानीं पदम् अधः पदान्ते सकारस्य डकारः आदेश न श्रूयते महोदय हलो अधुना श्रूयते यदा उक्तं तत् न श्रुतं सरिक्रीट् सरिक्रिट् इति द्विरूपं भवति अत्र जलं दृश्यन्ते वावसाने इति सूत्राणि अनन्तरं शरिकृष् गीत् अत्र गुणनिषेधः नाभ्यस्वाचि इति सार्वधातुक इति सूत्रेण शरिकृषीत् इति रूपं भवति अनन्तरं ताम् अस्ति अत्र आचरिकृष् यः ताम् अत्र अपि तस्य गुणनिषेधः परन्तु शृणास्तु भवति सूत्रेण ता भवति अत्र तकारस्य शरिकृष्टाम् इति रूपम् अनन्तरम् उहु अस्ति अपि तरः शरिकृषुः इति रूपं भवति अनन्तरम् अधिमपुरुषे शरिकृष् योः स अशरिकृष् योः स अत्रापि गुणकार्यं भवति शरिकर्ष् इति जलाञ्जसन्ते न हल्म्यापि भवति हल् इति सूत्रेण सकारः लोपो भवति अधः शरीकर्ष् इति अत्रापि जलां दृश्यन्ते इत्यनेन शरीखड् शरीकर्ट् वावसाने इत्यनेन शरीकर्ट् इति रूपं भवति अनन्तरम् ईः शरीकृषिः अत्रापि गुणनिषेधः तं अत्र अपि तद् गुणनिषेधः शरीकृष् शृणास्तु इत्यनेन त भवति अत्र शरी शरिकृष् टं बहुवचने शरिकृष्ट इति अनन्तरम् उत्तमपुरुषे अं यद्यपि तस्य अत्र गुणनिषेधः शरिकृषं शरिकृष्व शरिकृष्म इति रूपाणि भवन्ति अडागमस्ति न क्षम्यताम् अडागमस्ति आचरिकृषं शरि आचरिकृषम् आचरिकृष्व पित् नास्ति महोदय वदतु महोदय किम् अम् इति चित् पित् नास्ति वा पित् अस्ति यद्यपि पित् अस्ति अत्र नाभ्यस्वचि इति सार्वदातुक इति सूत्रेण अत्र गुणनिषेधः सरिकृषम् इति मध्यपुरुषे अपि आकारः न नाहम् उक्तवान् सर्वत्र आकारः अपि धन्यवादः विधिलिङ्ग् उक्त्वा तर्हि नूतनदातुः वदामि भगिनि विधिलिङ्गपि भव वदामि वा वदतु महोदय अस्तु विधिलिङ्ग् शरीकृष् यः यात् अत्र जलेपि नास्ति, किमपि कार्यं मेलनमेव. चरीकृष्यात् चरीकृष्यातां चरीकृष्युः चरीकृष्याः चरीकृष्यातं चरीकृष्यात् चरीकृष्यां चरीकृष्याव चरीकृष्याम इति रूपाणि भवन्ति. धन्यवादः महोदय. पुष्पभगिनी नूतनधातुः आरम्भं कर्तुम् इच्छति वा? वस् इति धातुः म्यूटेड् अस्ति भगिनि. क्षम्यतां, किं धातुः करोमि? बस् इति धातुः. बस् अस्तु, अत्र प्रकृतिं यङ् प्रकृतिं तु धातोरेकस्ति, तद् द्रष्टुं धातोरेकाचो हलादेः धातोरेकाचो हलादेः इत्यनेन हरे यङ् क्रियासमभिहारे यङ् क्रियासमभिहारे यङ् अस्तु. अत्र यङ् यङ् लुकि इत्यनेन न, अत्र बस् बस् बस् आगच्छति न, धातोरेकाचो फलादेः इत्यनेन बस् बस् न न इत्यनेन वस् योगः यङ् इति विधीयते, यङ् प्रत्ययः विधीयते. तदनन्तरं यङोचि च सूत्रेण यङः आह् पूर्णतया लुप् भवति. तदनन्तरं संयोगः इत्यनेन द्वित्वं भूत्वा वस् वस् भवति. तदनन्तरं हलादिशेषः इत्यनेन ववस् भवति. अनन्तरं दीर्घोकितः इत्यनेन वावस् भवति. अस्तु, तत्र दीर्घोकितः न, तथैव वावस् अस्तु. वावस् अत्र सकारस्य सकारजल् अस्ति, तकारजल् अस्ति. अत्र प्रथमतया वावस् गुणकार्यं न, गुणकार्यं नास्ति, वावस् वकारः एव. तत्तु जल् प्रत्याहार सकारस्य तकारस्य परिवर्तनमस्ति, तकार आगच्छति तकारस्य प्रभावेन. न भगिनि, षकारः मूर्धन्यषकारः नास्ति खलु, दन्त्यसकारः अस्ति, तर्हि परिवर्तनं किमपि न भवति. आर्धधातुकप्रत्ययः नास्ति, सार्वधातुकप्रत्ययः अस्ति इति कृत्वा केवलं वर्णमेलनमेव भवति. वावस्ति एव, वावसीति इति तु वावसीति वावसीतः अन्ति तः अति अस्तु, क्षम्यतां, तः तु तथैव वावस्तः एव. अतु तु वावसतु. अत्र सकार सि अस्ति. अत्र मया मनसि एतदस्ति, सकारः द्वे समये आगच्छति, वावसि. सम्यक् आं भगिनि, पुनः सार्वधातुक क्षम्यताम्, अत्रापि सार्वधातुकप्रत्ययः अस्ति इति कृत्वा कार्यं किमपि नास्ति. ईसि न, तत् वावस् ईसि अस्तु, वावस्थः वावस्था वावस्मि वावस्वः वावस्मः. अत्र किम् अस्ति, अत्र तकारे परे सकारे परे खरीच इति कार्यं करोति, किन्तु किमपि परिवर्तनं नास्ति, समानम् एव अस्ति अत्र. आं भगिनि, लोट्लकारस्य वदामि. लोट् लकारस्य भवति वावस् योगः तु इति अस्ति खरीच इत्यनेन सकारः पुनः आदेशः भवति तर्हि वावस्तु इति वर्णमेलनमेव भवति किमपि अन्यत् कार्यं नास्ति ईतु इति अस्ति पुनः अन्य कार्यं नास्ति वावसीतु इति तात् वावस्तात् वावस्तां वावसतु हि इति अस्ति अत्र तु कूजल्भ्योर्हेदि इत्यनेन हकारस्य धकारः भवति तर्हि वावस्योगः धि इति भवति अधुना धीच इति सूत्रेण दकारे परे तत्र सकारस्य लोपः भवति खलु तर्हि वावधि इति भवति वा भगिनि आं भगिनि वावधि इति वावधि इति अनन्तरं वावस्तात् वावस्तां वावस्त वावसानि वावसाव वावसाम इति रूपाणि लङ्करणे भगिनि वावस् प्रथमम् अडागम लुङ् लङ् लृङ् षडुद्धात्त इति सूत्रेण अडागम अवावस् युवहति अत्र खरिच सकार एव अवशिष्यति वावस् अवावस्ति अवावस्ति तकार एव आगच्छति अवावस्योगः तकारलोप हल्नाभ्यो दीर्घातिथेन तकारलोप वावस् कर्व सज्जनेय कर्वसानयोः विसर्जनीयचित्रेण वावः अवावः इति रूपं सम्यक् भगिनि अत्र प्रथमं हल्याङ्गवदीकारणेन सकारलोपः भवति अभावत् इदानीं पदं भवति पदान्ते सकारः अस्ति तत्र ससजिषोरु प्रबाद्य तिपि अन्यस्ते इति विशिष्टसूत्रम् अस्ति सूत्रं किं तिपि अन्यस्ते तिपि तकार तकारस्थित् अस्ति तिपि अनस्ति ओके किन्तु तिपि अनस्ति मीन्स् तिप् परे अस्ति किन्तु अस् धातु अत्र यत् सकार अस् धातु अत्र अस्ति तस्य तत्र प्रसक्ति नास्ति इति सूत्रस्य दकार आदेश भवति पदार्थे अस्ति वा झलि अस्ति इति तिपि तिपि परे अस्ति दकार आदेश भवति अत्र सूत्रं सिपि धातु वा इति कार्यं करोति अपि अत्र सकारान्तधातूनां सूत्रद्वयं वर्तते सिपि परे सिप्यनस्तेः सिपि परे सिपि धातुरुर्वा इति तदेव अत्र तु तिपि परे भगिनी वदन्ती अस्ति खलु तर्हि तिपि परे तु पुनः वदतु भगिनि सकारान्तधातूनां द्वे सूत्र सूत्रे स्तः अनन्तरम् एय्ट् टु सेवेण्टि फोर् सेवेण्टि समग्रचिन्तं सकारान्तधातुपरे कानि सूत्राणि आगच्छन्ति किं भगिनि समग्रचिन्तनं यदि कुर्मः यदि धातु सकारान्त अस्ति कानि कानि सूत्राणि तेषां प्रसक्तिः भवति सकारान्तधातूनां स्थिति परे तु केवलं ससशुरुगु भवितुम् अर्हति अन्यत् किमपि नास्ति खलु भगिनि अस्तु अत्र इदानीं यदि पदान्ते यथा सिप् अस्ति तु सिपि अन्यस्य आगच्छति सिप् पदान्ते सकारपरे अस्ति तु सिपि धातुरु वा अति आगच्छति चिन्तयामः चेत् अत्र तु अष्टाध्याय्याः द्वितीयपादस्य सूत्रमस्ति खलु पूर्वत्र सिद्धम् इत्यस्ति त्रिपादीसूत्रमस्ति तर्हि तथापि किमर्थम् अस्य सूत्रस्य प्रसक्तिः इत्युक्ते किम् अस्ति अपवादत्वेन यदि एतत् कार्यं न करोति तत् तस्य कुत्रापि कार्यं न भवितुं शक्नोति. यद्यपि ससर्षरुः इति तत्तु 66 अस्ति, इतोपि पूर्वत्र पूर्वसूत्रम् अस्ति ससर्षरुः, तथापि शिक्षणस्थेः इत्यस्यैव कार्यं भवति. अन्यत्र लब्ध अवकाशः नास्ति सूत्रस्य किमस्ति अपवादत्वेन बलवत् भवति. सो दकार आदेश भवति, तदनन्तरं तत्र यदि दकार आगच्छति तत्र वावसानेन अवावत् इति अवावत् इति भवति साधु अवावत् जलाञ्जसति अवावत् रूपद्वयम् ओके. तदनन्तरं क्षम्यता मध्यमपुरुष इति चिन्तित्वा उक्तवान् स्वीकर इति अवावस् युगः ईत् वर्णमेलमेव अवावीषीत् आदेशप्रत्ययः अपि आगच्छति भगिनि न कुत्र भवति करोति वर्णमेलनं अवाशीत् तकार दकार उद्धि अत्रापि ओके ओके. I try to listen to the class, I didn't understand. That's okay. For the da comes, so avavad. No, atra jatra eat asti tatra kevalam varana milan bhavati. Avavasti takara anke asti ataha dakara चला जशन्ते अपि कार्यं करोति अववासीत् इति रूपं द्वयम् ओके. अवावस् योगः ताम् ताम् अस्ति केवलं वर्णमेलमेव अवावस्ताम् अवावस् योगः उः अवावसुः अवावस् योगः सकार अत्रापि हल्नाभ्यो दीर्घास्ति प्रक्तहल् सूत्रेण लोपः भवति पदसंज्ञा भवति. अत्रापि दकार आगच्छति भगिनि अत्र भगिनि भवति दकारः अपि विकल्पेन द्वयं रूपं भवति तिप्पि अनश्च तस्य पूर्वं सूत्रम् अस्ति अष्टमध्ये द्वितीयपदे त्रिसप्तति तिप्पि धातुरुवा अस्ति अष्टमध्ये द्वितीयपादे चतुस्सप्तति इति अनुवृत्ति आगच्छति शुद्धकार अपि भवति रू अपि भवति द्वयोः विकल्पे. पुनः वदतु भगिनि अहं न अवगतम् रूपः कथं सिद्ध्यति रूपं कथम् अवावस् इति हल्याङ्गबुद्धिघातनेन अभावत् अभवत् साधु इति पदान्ते अस्ति यदि पदान्ते अस्ति इदानीं सिप्पि धातोरु कारण कि प्रत्ययरूपे प्रत्ययलक्षणम् अस्ति सिप्पि परे आसीत् सकारान्तधातुः अस्ति अवावस् सकारान्तधातुः सिपि परे अत्र रु आदेश भवति विकल्पेन दकार आदेश भवति सिपि अन्यस्य इति सूत्रस्य अनुवृत्ति अस्ति अस्मिन् सूत्रे सो अवावस् योग रु एकस्मिन् पक्षे अन्यस्मिन् पक्षे भवति अवावस् योग दकार तत्र अवावस् योग रु अस्ति तत्र किं भवति घटवसानविसर्जनीय इति उक्तं कार्यं प्रति तु अवावः भवति तत्र तकार अस्ति तत्र जलान् दशन्ति अवावत् अवावसानि अवावत् इति भवति. धन्यवादः भगिनि. ईः वर्णमेलमेव अवावशीः तम् अत्रापि अवावस्तम् अवावस्त अम् अस्ति अवावसम् अवावस्व अवावस्म. साधु. धन्यवादः. विद्युलिङ्ग् प्रत्यय जल् नास्ति पित् नास्ति केवलं वर्णमेलनमेव वावस्यात् वावस्यातां वावस्युः वावस्याः वावस्यातं वावस्यात वावस्यां वावस्याव वावस्याम. धातु गा अस्ति गा इति धातु एक हलादि एकाचो क्रिया समभिहारे अनेन यं विधानं भवति तदनन्तरं यङु अचि अनेन यङ् लुक् भवति संयङु अनेन द्वित्वं भवति गा गा गा गा भूत्वा तद् लादिशेषनेन हकारस्य लोपः भवति कोः चु अनेन ककारस्य जकारः भवति सो जागा इति रूपम् आगच्छति. जागा योगलति ति अस्ति जागा योगति अत्र होडसूत्र झलि परे अस्ति अत्र हकारस्य स्थाने ढकारः भवति सो जाघाट् योग ति भवति प्रथमं तदनन्तरं जाघाट् योग ति अस्ति झषस्ततो ध अनेन तकारस्य स्थाने ढकारः आगच्छति सो जाघाट् योग धि भवति यत् जाघाट् योग धि इदानीं ढकार ढकार नाष्टुः अनेन ढकारस्य स्थाने ढकार भवति सो जाघाट् योग ढि ढोडे लोप अनेन पूर्वस्थितस्य ढकारस्य लोपः भवति सो जाघाढि इति रूपम् अति आगच्छति. इदानीं ढ्रलोपे पूर्वस्य दीर्घो इति पर्जन्यवद् भवति सो जाघाढि इति एव रूपं भवति जागाढि इति. यत्र इति अस्ति सो तत्र केवलं वर्णमेलनं कोऽपि कार्यं न भवति जागाहीति इति भवति जागाः योग तः अत्र अपि तकार झलि अस्ति सो होड तस्य कार्यं भवति जाघाड्योगतः तदनन्तरं चषस्तुध तकारस्य स्थाने धकार आगच्छति सो जाघाड्योगतः ध क्षम्यतां जाघाड् ध नाष्टुः अनेन धकारस्य स्थाने धकार ढोडे लोप पूय झकारस्य लोप सो जाघाढः ढ्रलोपे पूर्वस्य दीर्घो अण अनेन पर्जन्यवत् सो जागाढ इति रूपं भवति. यत्र अति अस्ति केवलं वर्णमेलं सो जागाहति इति भवति जागाः योगसि अत्र सकार अपि झलि अस्ति सो होड सूत्रस्य प्रसक्ति प्राप्ति अपि भवति सो जाघाट् योगसि. इदानीं षडो कहसि अनेन ढकारस्य स्थाने क्षम्यतां जाघाट् योगसि इदानीं एकाचो भषो भष् तस्य कार्यं भवति अवयव धातोः अवयव अत्र बष् अस्ति तत्र भष् आदेशः भवति सकारे परे स्तो वा पदान्ते सकारे वा ध्वपदस्य परे. सो इदानीं सकारपरे अस्ति तो गा यत्र अस्ति तत्र भष् आदेशः तु भा घाट् जा भाट् इति भवति. यदि जा भाट् योग अस्ति इदानीं षडोकः अस्ति अनेन ढकारस्य स्थाने ककार आगच्छति आदेशप्रत्ययने सकारस्य स्थाने मूर्धन्यषकार जाघाक्षि इति रूपं भवति. यत्र जागा योग ईशि वर्णमेलनं जागाः ईश् जागा ईशि तं पुनः तथैव होड षडोकः अस्ति क्षमतां होड जशस्तोतोध ढोडे लोप इति अपि ढ्वलोपे पूर्वसदीगो जाघाढं जागाढ वर्णमेलं केवलं जागाहानि जागाहाव जागाहाम इति भवति. क्षमताम् अहं लट्लकार लट्लका सो तत्र जागाढः जागाढ यत् मी अस्ति तत्र केवलं वर्णमेलनम् एव भवति जागाहमी जागाहीमी जागावः जागामः इति भवति. धन्यवादः भगिनी. आम् पुष्पा भगिनी वक्तुमिच्छति वा भगिनी लोटिकारूपाणि जागा अत्र सकार होडः आगच्छति जागाड् डकारः स्ति अत्र जल् अस्ति अत्र जकारस्य प्रभावेन डकारः एव आगच्छति न भगिनी कृतवती तथैव भगिनी होडः प्रथमं होडः इति प्रथमं प्रथमं दकारः भवति दकारस्य तदनन्तरं न आमां तत्र दकारस्य स्थाने दकारः आगच्छति. आम् आं भगिनि परे तु टि अस्ति तत्तु जहा तुणाष्टुः भवति अनन्तरं डोडे लोपः भवति तुणाष्टुः तत् कार्य तत्र मूर्धन्य डकारः भवति डकारस्य डकारः परे तु मूर्धन्य डकारः भवति ति तु डकारः आगच्छति अन्ते डकारः तत् परन्तु अत्र धी जहाद्धि भवति डकारः ष्टुनाष्टुः इति जगाड्डि इति भवति अनन्तरं डोडे लोपः इत्यनेन जगाडि भवति जगाडु क्षम्यतां जगाडु क्षम्यतां जागाडु जा इति अस्ति खलु दीर्घ जा इति जागाडु इति हा न जागा क्षम्यता जागाडु जागाडु मूर्धन्य डोडे लोपः भूत्वा एकमेव डकारः भवति जागाडु तु अतु अतु तात् तात् जागातु इति अस्ति खलु भगिनि ईतु इति ईतु ईतु जागाहीतु अत्र कोऽपि परिवर्तनं नास्ति अजादि अस्ति चेत् तात्तु जागा जागात् जागात् समानकार्यं जागाडात् इति भवति खलु लोपे तत् तत् कार्यं करोति दीर्घोणः ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य प्रसक्तिः अस्ति आम् प्राप्तिः अपि भवति खलु किन्तु वृष्टि पर्जन्यवत् भवति तर्हि गा इत्यस्य पुनः गा इत्येव आदेशः भूत्वा समीचीनम् आं भगिनि तर्हि जागाडात् मूर्धन्यडा जागाडात् तां जागाडाम् अतु अतु जागाहतु जागाहतु अत्र हि जाग् हि होडः इत्यनेन डकारः भवति मूर्धन्यरकारः हि अत्र एकहकारस्य लोपः भवति न भगिनि प्रथमं हूजल् ब्योर् हेदि इत्यनेन हि इत्यस्य स्थाने धी भवति तदनन्तरं पुनः शृणाष्टुः कार्यं कृत्वा जागाढी भवति तदनन्तरं डोडे लोपः इत्यनेन जागाडि अनन्तरं ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन पुनः जागाडि इति भगिनि एकाख्य बशो ब्लश् भवति धी परे अस्ति नो हे यत्र आगच्छति धी परे गा किम् आगच्छति बशो बश् आगत्वा जाघा इति भवति खलु जाघा मूर्धन्यघा सम्यक् प्रथमं भूसव्यो हेति जागा योग धी भवति तदनन्तरं होडनेन जागाड् योगधी तदनन्तरम् एकाचो बशो बश् इति भवति धी परे पर किन्तु धी परे अस्ति न भवति बशो बश् कारणकी द्वपद आवश्यकमस्ति न तु धी सो तत्र प्रसक्तिः नास्ति क्षम्यतां तत् न भवति जागाड् योगधी एव अस्तु इति जागा हि हि सम्यक् वा जागा धि तदनन्तरं डोडे लोप अस्तु अस्तु तत्तु जागा डीहि अस्तु जागाडीहि तात् जागाधात् जागाडं जागाड अम्न आनियावाम आनियावाम जागाहानि जागाहाव जागाहाम जागाहानि हा नि जागाहानि एव उक्तम् अहं वदामि वा लङ्लकारम् अडागमः भवति तदनन्तरम् अजागाह् योगः इति अस्ति अधुना हल्न्याभ्यो दीर्घस्तुतिस्य कृतं हल्तिमेन तप् इति प्रत्ययस्य लोपः भवति अजागाह् इति पदम् अस्ति अधुना तु होडः इति पदान्तकार्यं भवति तर्हि अजागाड् भवति अनन्तरं अनन्तरं जलां जशोन्ति इत्यनेन अजागाड् भवति अनन्तरं किमस्ति वावसाने इत्यनेन अजागाट् इति भवति तर्हि अजागाट् पदान्ते अस्ति साधु भगिनी घकार आगच्छति भगिनि घकार भगिनी अजाघा इति पदान्ते भवति तद् होडसूत्रस्य अजाघात् भूत्वा एकाचो बशो बष् पदान्ते अस्ति अतः तस्य प्रसक्ति भवति पदान्ते अपि भवेत् सकारपरि भवेत् वर्धपदपरि त्रीणि निमित्तानि सन्ति पदस्य अन्ते स्योः सकारे परे अस्ति तर्हि अजा अत्र पदान्तकार्यम् अस्ति इति कृत्वा भष्भावं भूत्वा अजाघाड् इति भवति अजाघाट् अजाघाट् वा अजाघात् इति वावसामि धन्यवादः ईत् इति अस्ति अत्र तु केवलं वर्णमेलनम् अजाघाहीत् इति नो चेत् अत्र जलां जशन्ते अजागाहीद् अजागाहीत् इति रूपद्वयम् अनन्तरं ताम् इति अस्ति अजागाह् योगः ताम् पुनः भवद्भिः उक्तम् अजागाडाम् इति भवति तस्य रूपं समानमस्ति कार्यम् उः इति अस्ति केवलं वर्णमेलनम् अजागाहुः इति भवति अनन्तरं स इति हल् अपृक्तप्रत्ययः अस्ति स इति प्रत्ययः अस्ति तर्हि हल्याभ्योदीर्घसूत्रस्य अपृक्तं हल् इत्यनेन लोभः भवति तर्हि अजागाड् अजागाह् इति पदान्तकार्यम् अधुना किमस्ति मम प्रश्नः होडः होडः प्रथमं भूत्वा अजागाड् तदनन्तरम् एकाचो बशो बश् जशन्तस्य सुः इति सूत्रेण अत्र पदान्तकार्यमस्ति इति कृत्वा अजा क्षम्यताम् अजाघाड् भवति अनन्तरं जलां जशोन्ते वावसानि इत्यनेन रूपद्वयं भवति अजाघाड् अजाघाट् इति अनन्तरं ईः इति अस्ति अजागाहीः इति रूपं तम् इति अस्ति अजागाडम् इति स इति अस्ति अजागाड अम् अजागाहम् अजागाह्व अजागाह्म इति रूपाणि विधिलिङ्गमपि वदामि जागाह् इति अस्ति अडागमः नास्ति जागाह्यात् जागाह्यातां जागाह्युः जागाह्याः जागाह्यातं जागाह्यात जागाह्यां जागाह्याव जागाह्याम् अत्र सर्वत्र किमपि अन्यकार्यं नास्ति खलु भगिनि इदानीमपि मन्ये महोदयस्य नूतनदातु वा गुह् गुह् दातु गुह् दातु प्रथमः अत्र दातोरेखा च हलादे क्रियासंविभागे यङ् इत्यनेन यकार आदेशः गुह् इति अनन्तरं यङोच् किमचि इति सूत्रेण यकारलोपः भवति अनन्तरं सन्याङ्ग इति सूत्रेण गुह् गुह् इति द्वितं भवति गुह् गुह् इदानीं हल् एक हल् किं सूत्रम् अहं विस्मृतवान् धन्यवादः हलादिशेषेन गुह् गुह् गुह् इति अनन्तरं चोहो गुह् इति कुहुचुः सन् कुहुचुः कुहुचुः इति चकारः भवति चकारः अत्र अनन्तरं ओकारः भवति गुणं भूत्वा जो गुः इति रूपम् अनन्तरम् इदानीं लट्लकारे जो हुः योः अस्ति अत्रापि टि एस्सि जले अस्ति अतः कोडः इति सूत्रेण जोगोड् इति अनन्तरं टि एस्सि डकारः यशस्वरो दोदः इति सूत्रं कार्यं करोति सम्यक् वा अत्र दि भवति अनन्तरं षडः न श्नासुः इत्यनेन अश्नासुः इत्यनेन डि भवति चतुर्थदि इदानीं डोडे लोपः इति सूत्रेण पूर्वडकार लोपः भवति अनन्तरं डोलोपे पूर्वस्य इति सूत्रेण तस्य डो लोपस्य पूर्वं तिदः अन्वर्णः दीर्घो भवति अत्र ओकार अस्ति जोगो अस्ति न जोगो योगटि ढ्रोलोपे पूर्वस्य प्रसक्तिः एव नास्ति कारण कि तत्र अस्ति ढ्रलोपे पूर्वस्य अण् दीर्घ भवति ओकार अण् प्रत्याहारे नास्ति न अत्र डि सुणस्व इति डि भवति अनन्तरं ढ्रलोपे डोडे लोपो न भवति वा डोडे लोप या इति भवति ढ्रलोपे पूर्वस्य न भवति ड्रलोपे पूर्वस्य दीर्घोणः इति पूर्वस्य उकारः अपि अण् प्रत्याहारे वर्तते खलु भगिनि अहं चिन्तवती जोगो यत् गुणप्रसक्तिः अस्ति तत्र तु डोड्रे लोप ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य कार्यं न भवति सार्वधातुकयोः इति गुणकार्यो अहं चिन्तवती भवान् जोगो योगति इति कृतवान् ओकारः भवति ओकारः अन्वर्णः नास्ति किल अतः अस्तु अस्तु धन्यवादः अतः जोगो डि इति रूपं भवति अनन्तरम् इति जो गुणः न भवति न श्रुतं महोदय इदानीं शृणुमः किन्तु रूपं न श्रुतं रूपं जोहुः योः ईत् इति जोहिः इति रूपं तः दीर्घवचने अत्रापि होडः कार्यं करोति जलीयस्य अधः जो हुड् जो गुड् अत्र गुणः न भवति जसस्तो दुग्धः इति सूत्रेण तकारस्य डकारः डोडे लोप इत्यनेन डकारलोपः भवति ड्रोलोपे पूर्वस्य दीर्घोणः इति सूत्रेण उकारस्य उकारः भवति जोगुड् अह इति रूपम् अनन्तरं जोहुः अति जोहुः अति इति रूपम् मध्यं पृष्ठे शि अस्ति जोः शि अपि जलीयदः ओडः इति सूत्रेण जो पूर्वं गुणः अपि भवति जो गोड् इति रूपं भवति शि अस्ति अत्र अत्र षडः कः शीत् सूत्रं कार्यं करोति वा षडः कः शीत् सूत्रेण नकारस्य ककारः भवति ककारस्य तृतीयकारस्य चतुर्थकारः भवति जोगोड् जोगोड् सम्यक् जोगोड् सि आदेशे प्रत्ययः षडौ कः षडः कः सि इति सूत्रेण ककारः आदेशप्रत्ययेन षकारः भवति अनन्तरं करिच इति सूत्रेण जोगोक्षि इति रूपं सम्यक् वा अनन्तरं जोहुः योः इसि योगि अनन्तरं तः अत्र अपि जलीयस्य ओडः इति सूत्रेण जो गुड् इति जो घट झसस्तौतः इति सूत्रेण तकारः अस्य तः अस्य डगरः डकारः भवति अनन्तरं क्षम्यतां सुनाशुः इत्यनेन डकारः भवति इदानीं दोडे लोपो सूत्रं कार्यं करोति डकार लोपो भवति पूर्वडकारः अनन्तरं डोलपे पूर्वस्य इत्यनेन ऊकारस्य ऊकारः भवति जहूढः इति तदेव बहुवचनपि जहूढः अनन्तरं उत्तमपुरुषे नि अस्ति अत्र जलि नास्ति अतः जोहुः जोहूमि जोहूमि जोहीमि जोहुः वः जोहु मः इति रूपाणि भवन्ति अग्रे कस्य क्रमः कः करिष्यति अरुणा भगिनि भगिनि लोट् लकार जो गुः योगः तु पित् अस्ति गुण कार्यं भवति जो गोः तु जल् अस्ति ततः होडः इति सूत्रेण हकारस्थाने ढकारः आगच्छति तदनन्तरं जस्तथोर्थो ध इति सूत्रेण तु तकारस्थाने ढकारः आगच्छति जो गोड् योः ढु चुनाश् स्तुः इति सूत्रेण धुः ढु ढु भवति तदनन्तरं डाडे लोपः इति सूत्रेण पूर्वशक नकारलोपः भवति जो गो ढु तदेव अन्तिमरूपं भगिनि अत्र ड्रालोपे पूर्वस्य न कार्यं करोति ओके इतु केवलं वर्णमेलनः गुणनिषेधः जो गुहीतु गुहीतु तात् अस्ति आपित् सो गुणः अस्ति जो गु गुड् गुडात् भवति जो दीर्घ अपि भवति घूस् उकार ड्रालोपे पूर्वस्थेति सूत्रेण जो गूढात् सम्यक् ताम् अस्ति अत्रापि गुणनिषेधः होडः ढकार तकारस्थाने ढकार स्टुनास्तु इति सूत्रेण ढकारस्थाने ढकार दाडिलोपः पूर्वढकारलोपः सो जो घू ढां जो गूढां अतु जो गुहत् गुहात् जो गुहात् जो गुहतु जो गुहतु जो गुहतु हि काठ हि स्थान गुणकार्यं नास्ति अपित् अस्ति जो गुः योगः हि हि स्थाने हुजल्य यहुजल्याभ्योधीर्धीः इत्युक्ते हि स्थाने धी आगच्छति हकारस्थाने होडः इति सूत्रेण ढकार आगच्छति ढकार स्टुनास्टुः इति सूत्रेण ढकारस्थाने ढकार आगच्छति भगिनि कन्फ्यूस्ड् ढकार तु अधीतु नास्ति तादेव अत्र पितका तु कार्यमेव भवति जो गुढात् जो गुढात् जो गुढ जो घुट् अथा अपि भवति खरु वा अवसाने जलां चकार अपि आगच्छति आनि वर्णमेलनमेव जोगुहानि जोगुहाव जोगुहाम धन्यवादः सरला भगिनी लङ्ग्ल् वक्तुं अजागमः भवति अजागमः भूत्वा अजो गुः प्रकार इदानीं प्रथमं गुणकार्यं भवति अजोगोः प्रकार तदनन्तरं होढ अनेन इति भवति तदनन्तरं जोगोर् कल्याणकारे सलोकं भवति जो गोड् यत् अस्ति तत्र इदानीं पदान्ते अस्ति जलान् जशोन्ति अनेन जो गोड् इति अहं चिन्तयामि अहं न जानामि अन्य कार्यम् अस्ति वा न महोदय वावसानेन अजो गोट् इति भवति साधु वर्गे वयं लोट् कृतवन्तः चिन्तयामि अजो गोट् अजो गोट् इति भवति अन्तिमरूपं यत् अस्ति भगिनी अपि महोदय उक्तवान् सूत्रं दत्तम् अस्ति न उद्योपधायाः गोः तस्य प्रसक्तिः कथं न आगच्छति यदि अजादि पित्परे अस्ति इति वदति यदि गुणं भूत्वा गोधातु गुणं भूत्वा गोः भवति तदानीं गोः स्थाने ऊत् आदेश आं भगिनि ऊत् आदेशः भूत्वा उकारस्य ओकारस्य स्थाने उकारः भवति तर्हि सार्वधातुके प्रत्यये परे यत्र ओ इति प्रसक्तिः भवति खलु तदा तु तत् प्रभाद्य ओ तर्हि अस्माकं यत् रूपाणि वयम् एतावत् पर्यन्तं तिपिपरे साधितवन्तः तिपिपरे तिपिपरे तस्य रूपस्य परिवर्तनं भवेत् साधु अस्ति किन्तु न भगिनि तिपिपरे तिपिपरे अधुनापि भवती यत् उक्तवती खलु अजो अजो इति उक्तवती अजो अजादिप्रत्यये परे वा अस्तु अस्तु अस्तु अस्तु तर्हि प्रसक्तिः प्राप्तिः न भवति एव खलु किङ्लुकि न भवति समीचीनम् यदि अजोगुः योग इति तत्र नाभ्यस्तीपिति सावधातुके अनेन गुणबाधितं भवति सो केवलं वर्णमिलनं भवति सो अजोगोहित् इति भवति इतकारपरिति रूपं द्वयं भवति अजोगोहीद् अपि भवति जलान् दशन्ति यदि ताम् अस्ति तत्र पुनः झलि परे अस्ति सो अजो योग ताम् अजो होड सूत्रेण अजो गुध योग तां भवति चतुर्धनेन चकारस्य धां भवति श्माष्टुवनेन धां भवति धलोपेन अजो गुढां ढलोपे पूर्वस्य दीर्घो भवति अजो गुढाम् इति भवति यत्र उः अस्ति तत्र केवलं वर्णमेलनं भवति वर्णमेलनं भूत्वा अजो गोः इति भवति यत्र सकार अस्ति अहं चिन्तयामि अजो अजो गोः योगसकारः अस्तु प्रथमं गुणकार्यं भवति अजोगोः योगसकार तदनन्तरं होड सूत्रेण अजोगो योगसकार तदनन्तरं हल्याङ्गे बोधि सति सकारस्य लोपो भवति अजो गोड् इति पदमस्ति पदं भूत्वा तत्र एकाचि पशुपशा गच्छति सम्भो भगिनि आं भगिनि अपि एकाचि सो अजो अजो घोट् इति भवति अजो घोट् तदनन्तरं जलाञ्जशुन्ति अनेन अजो घोट् दकार अजो घोट् इति भवति तदनन्तरं यत्र तम् अस्ति समानप्रक्रिया अजो गूढं झलोपे पूर्वस्य अनेन उकारस्य उकार भवति तत्र तत्रापि दीर्घत्वं भवति अजो गूढ यत्र अम् अस्ति केवलं वर्णमेलनं भवति अजो गुहम् अजो गुह अजो गुम विधिलिङ्गे केवलं वर्णमेलनं भवति जोघुयात् जोघुयातां जोघुयुः जोघुयाः जोघुयातं जोघुयात जोघुयां जोघुयाव जोघुयाम धन्यवादः समापितवन्तः खलु अग्रिमे मार्गे महोदय पुनः जोघु करिष्यते कारणं कि वयं केवलं लट् लोड् कृतवन्तः किं चर्चितवन्तः तर्हि आहत्य वर्गे भगिनी कारणमपि बहवः सूत्राणि कार्यं करोति महोदय द्विवारं हकारान्तदातवः विरलाः सन्ति इति कृता सकारान्तः हकारान्तदातवः प्रथमं निपुणा विद्याभगिनी सन्ध्याभगिनी महोदय भवति वदन्ति तदनन्तरं वयं वरुणा भगिनी अहं लक्ष्मी भगिनी राजेन्द्र महोदय श्रुत्वा धन्यवादः भगिनि धन्यवादः धन्यवादः धन्यवादः